पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 53 सुग्रीवस्तु तत्कटकं भग्नं वीक्ष्य रणाङ्गणे स्वामिनं मूर्च्छितं वापि ययौ योद्धुं नृपं प्रति आगच्छ भूप सर्वान्नो मूर्च्छयित्वा कुतो भवान् गच्छति क्षिप्रं मां देहि युद्धं रणविशारद यवमुक्त्वा नगं कश्चिद्विशालं शाखयायुधम् उत्पाट्य प्राहरत्तस्य मस्तके बलसंयुधः तेन प्रहारेण महाबलो नृपः संवीक्ष्य सुग्रीवमथोस्वचापे बाणान् समाधाय शितान् सरोषा जङ्खान वक्षस्यदि पौरुषो बली तान् बाणान् व्यधमत् सर्वान् सुग्रीवसहसाहसन् ताडयामास हृदये सुरथं सुमहाबलः पर्वतैशिखरैश्चैव नगैर्द्विरदवर्ष्मभिः वेगात्सं ताडयामास धारयन् सुरथं नखैः तमप्याशु बबन्थास्त्राद्रामसंज्ञात् सुदारुणाद् बद्धकपिवरो मेने सुरथं रामसेवकं गजो यथाय समयीं शृङ्खलां पादलम्बिदां प्राप्य किञ्चिन्न वै कर्तुं शक्नोति स तथा ह्यभूद जिदं तेन महाराज्ञा सुरथेन सुपुत्रिणा सर्वान् वीरान्रथे स्थाप्य ययौ स्वनगरं प्रति गत्वा सभायां सुमहान् बद्धं मारुतिमब्रवीद स्मर श्रीरघुनाथं त्वं दयालुं भक्तपालकं यथा त्वं बन्धनात् सद्यो मोचयिष्यति सुष्ठुधीः नान्यथायुधवर्षेण मोचयिष्यामि बन्धनाद् इत्युक्तमाकर्ण्य समीरजस्तदा सुबद्धमात्मानमवेक्ष्य वीरान् सम्मूर्च्छितान् शत्रु शराभिखाद पीडायुधान् बन्धनमुक्तये स्मरद श्रीरामचन्द्रं रघुवंशजादं सीतापतिं पङ्कजपत्रनेत्रम् स्वमुक्तये बन्धनधकृपालुं सस्मार सर्वैः करणैर्विशोकैः हनुमानुवाच हा नाथ हा नरवरोत्तम हा दयालो सीतापदे रुचिरकुन्तलशोभिवक्त्र भक्तार्तिदाहक मनोहर रूपधारिन् मां बन्धनात् सपदि मोचय मा विलम्बम् सम्मोचितास्तु भवदा गजपुङ्गवाद्याः देवाश्च दानवकुलाग्नि सुदह्यमानाः तत्सुन्दरी शिरसि संस्थितकेशबन्धः सम्मोचितस्तु करुणालय मां स्मरस्व त्वं यागकर्मनिरतोऽसि मुनीश्वरेन्द्रैर्धर्मं विचारयसि भूमिपदीड्यपाद अत्राहमद्य सुरथेन विखाडपाशबद्धोऽस्मि मोचय महा पुरुषाश्रुदेव नो मोचयस्यथ यदि स्मरणादिरेकात् त्वं सर्वदेव वरपूजितपादपद्म लोको भवं दमिद मुल्लसितोऽहशिष्य तस्माद्विलम्बमिह माचर मोचयाशु। इति श्रुत्वा जगन्नाथो रघुवीरकृपानिधिः भक्तं मोचयितुं प्रागात् पुष्पकेणाशुवेगिना। लक्ष्मणेनानुगेनाथ भरतेन सुशोभितं मुनिवृन्दैर्व्यासमुख्यैः समेदं ददृशे कपिः। तमागतं निजं नाथं वीक्ष्य भूपं समब्रवीद पश्य राजन्निजं मोक्तुमायातं कृपया हरिम्। अनेके मोचिताः पूर्वं स्मरणात् सेवका निजाः तथा मां पाशदो बद्धं सम्मोचयितुमागतः। श्रीरामभद्रमायां तं वीक्ष्यासौ सुरदक्षणाद नदीश्च शतशश्चक्रे भक्तिपूरपरिप्लुतः। श्रीरामस्तं निजैर्दोर्भिः परिरेभे चतुर्भुजः मूर्ध्नि सिञ्चिन्नश्रुजलैर्हर्षाद्भक्तं स्वकं मुहुः। उवाच धन्यदेहोऽसि महत्कर्म कृतं त्वया कपीश्वरस्त्वया बद्धो हनूमान् सर्वतो बलः। श्रीरामकपिवर्यं तं मोचयामास बन्धनाद मूर्च्छितांस्तान् भटान् सर्वान् वीक्ष्य दृष्ट्या स्वजीवयत। ते मूर्च्छां तत्यजोर्दृष्ट्वा रामेण सुरसेविना उद्धिता ददृशु श्रीमद् रामचन्द्रं मनोरमम्। प्रणतास्ते रघुपतिं तेन पृष्ठा अनामयं सखीभूता नृपं प्रोचुः सर्वं स्वकुशलं नृपाः। सुरधो वीक्ष्य रामं च कृपार्थं सेवकात्मनः आगतं सकलं राज्यं सहयं सुमुदार्पयद। अनेकवरिवस्याभिश्रीरामं समतोषयद। कथयामास मे न्याय्यं कृतं ते क्षमराघव। श्रीरामस्तमुवाचाध कृतं ते वाहरक्षणं क्षत्रियाणामयं धर्मस्वामिना सह युध्यते। त्वया साधुकृतं कर्मरणे वीरा प्रदोषिताः। इत्युक्तवं तं नृहरिं पूजयन् ससुतो भवद। श्रीरामस्त्रिदिनं स्थित्वा ययौ तमनुमन्त्र्य च कामगेन विमानेन मुनिभिस्सहितो महान् तं दृष्ट्वा विस्मितास्तस्य कथाश्चक्रुर्मनोहराः। चम्पकं स्वपुरे स्थाप्य सुरदः क्षत्रियो बली शत्रुघ्नेन समं यातुं मनश्चक्रे महाबलः। शत्रुघ्नः स्वहयं प्राप्य भेरी नादानकारयद। शङ्खनादान् बहुविधान् सर्वत्र समवादयद। सुरधेन समं वीरो यज्ञवाहममोमुचद। स बभ्रामा परान् देशान्न कोऽपि जगृहे बली। यत्र यत्र गतो वाहस्तत्र तत्र परिभ्रमन् सैन्येन महदा यादशत्रुघ्नः सुरथेन च। कदाचिज्जाह्नवीतीरे वाल्मीकेराश्रमं वरं गतो मुनिवरैर्जुष्टं प्रादर्धूमेन चिह्नितम्। इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथ समागमो नाम त्रिपञ्चाशत्तमोऽध्यायः ॐ